नमस्ते सर्वेभ्यः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतन अस्माकं पाठः अस्ति तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः इति. वयं तु पूर्वमेव जानीमः दशलकाराः सन्ति इति. लट् लिट् लुट् लृट् लेट् लोट् लङ् लिङ् लुङ् लृङ् इति दशलकाराः. लकाराणां स्थाने कथं तिङ् प्रत्ययाः आयास्यति, केन सूत्रेण इति आरम्भतः अन्तपर्यन्तं पूर्णप्रक्रिया वयम् अस्मिन् पाठे ज्ञास्यामः. नूतनसूत्राणि अपि सन्ति. वयं किञ्चित् मन्दरूपेण शनैः शनैः अवगच्छामः किं भवति इति अत्र. अतः पाठः एकक्षणम् अस्तु. विजया भगिनी पठति वा प्रथमपरिच्छेदम्? भगिनी अस्ति वा? अस्तु, रघुपति महोदय. आं महोदय. तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः. लट्लकारे भवादिगणे पा धातुः पिबति, ज्योत्यादिगणे दा धातुः ददाति, स्वादिगणे आप् धातुः आप्नोति. दशधातुगणाः सन्ति. गणम् अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्लकारे रूपभेदः दृश्यते. पिबति, ददाति, आप्नोति इति प्रमाणम्. परन्तु लुट्लकारे पा धातुः पास्यति, दा धातुः दास्यति, आप् धातुः आप्स्यति. अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयविकरणप्रत्ययः नास्ति. लट्लकारः सार्वधातुकलकारः, लिट्लकारः आर्धधातुकलकारः. अयं भेदः कथं निष्पन्नः अस्मिन् पाठे परिशीलयामः. अस्तु. लट्लकारे भुवादिगणे प्रथमं लकारणं समग्रदृष्टिः तिङ्सिद्धेः तिङ्सिद्धेः च लकारण तिगन्त किम् अस्य अर्थं किं भगिनि? तिङ्सिद्धेः च लकारणां च समग्रदृष्टिः इति. अस्तु, तत्र तिङ् इति प्रत्ययः अस्ति किल, तद् तिङ्सिद्धिः, तस्मिन् लकाराणां च समग्रदृष्टिः. लकारः इति दशलकाराः सन्ति, तस्मिन् एव स्थाने लकारस्य स्थाने तिङ् प्रत्ययाः आगच्छन्ति. अस्तु, तिङ् सिद्धेः अनन्तरं लकाराणाम् अपि समग्रदृष्टिः, द्वयोः च इति दत्तमस्ति किल. अतः तिङ् सिद्धिः अपि लकाराणामपि पूर्णतया किं भवति इति समग्रदृष्टिः अस्मिन् पाठे. अत्र दत्तमस्ति लट्लकारे लट्लकारे गणमनुसृत्य अनुसृत्य धातो तिङ्रूपं तिङन्तरूपं भिन्नं भवति. किमर्थम् इति चेत् तत्र विकरणप्रत्ययः आयाति. यथा पा धातु अस्ति, पिबति अस्ति, दा धातु अस्ति, ददाति, अत्र द्युत्तं भवति. स्वादिगणे आप् धातु अस्ति, आप्नोति. दशधातुगणा गणे अपि भिन्नभिन्नविकरणप्रत्ययः अस्ति, अतः रूपं भिन्नं भवति. परन्तु लिट्लकारे तथा नास्ति. किमर्थमिति चेत् तत्र मध्ये विकरणप्रत्ययः न आयाति, अतः रूपं समानम् जनरलि समानमेव भवति. दास्यति, पाप् दा दास्यति, आप् आप्स्यति. अत्र यथा लट्लकारे आप्स्यति न भवति, आप्नोति भवति. अतः अतः अत्र समानरूपं लिट् लकारे, परन्तु लट् लकारे गणमनुसृत्य रूपं भिन्नं भिन्नं भवति. एतत् अयं भेदः कथं भवति इति अग्रे वयं द्रक्ष्यामः इति दत्तमस्ति. सम्यक्. तत्र गणीयविकरणप्रत्ययः यत् लट् लकारे अस्ति, गणीय इत्युक्ते गणभेदेन भुआदिगणे शप् इति, जुहोत्यादिगणे शप् लुक् भवति, स्वादिगणे श्नु इति गणीयविकरणप्रत्ययः यत् लट्लकारे अस्ति तद् लृट् लकारे नास्ति. गणीयविकरणप्रत्ययः नास्ति, परन्तु लकारविकरणप्रत्ययः स्या इति लकारविकरणप्रत्ययः सर्वत्र, तत्र तु गणभेदः एव नास्ति. पादातुः दादातुः इति धातुः एव, तत्र मध्ये लकारम् अनुसृत्य विकरणप्रत्ययः लृट् लकारः, अतः स्या इति सर्वत्र आगच्छति. अवगतं वा भेदः? आम् महोदय. परन्तु अत्र इडगमस्य विचारः अस्ति न, अत्र तद् अनन्तरं तद् भेदः भवति. तत् भिन्नं, परन्तु स्या एव सर्वत्र. यदा वयं लट् लकारे वा लोट् लकारे स्वीकुर्मः चेत् तत्र शप् इति भवितुम् अर्हति, श्नु इति भवितुम् अर्हति, श इति भवितुम् अर्हति, उ इत्यपि भवितुम् अर्हति, परन्तु तत् तादृशम् अत्र नास्ति इत्येव भेदः. अत्र एक एव विकरणप्रत्ययः स्या सर्वत्र. आम्, एक एव लकारनिमित्तिक विकरणप्रत्ययः. तत्र तिङ् निमित्तिक, अत्र लकारनिमित्तिक. तत्र लट् लकारे गणनिमित्तिकविकरणप्रत्ययः. यत्र धातुः भुआदिगणे अस्ति चेत् शप्तेव, अन्यत् किमपि न. अत्र लकारनिमित्तिक. अस्तु भगिनी, माला अस्मि. स्वागतं भगिनि. स्वागतं भगिनि. राजेन्द्रमहोदय, अग्रिमपरिच्छेद. आम् आं भगिनि. धातुभ्यः विहिताः प्रत्ययाः द्विविधा, तिङ् च कृत् च. एते सर्वे प्रत्ययाः पुनः विभाजिताः सार्वधातुकाः आर्धधातुकाश्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्त्रे अर्थे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन शबादयः आयान्ति चेत् धातुघनभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमः विचारः करणीयः. अयं विभजनं तिङ्क्षु अपि भवति, कृत्सु अपि भवति. प्रथमतया तिङ् प्रसङ्गे अवलोकयामः, तदा कृत् प्रसङ्गे. धातुभ्यः प्रत्ययाः विहिताः सन्ति, ते द्विविधाः तिङ्प्रत्ययः अपि च कृत्प्रत्ययः. सर्वे प्रत्ययाः तिङ् भवतु अथवा च कृत्प्रत्ययः भवतु तत् द्विविधा तत् विभजिताः सन्ति, तत्र सार्वधातुका अपि च आर्धधातुकश्च. अस्य महत्त्वम् एवं यत् यदा प्रत्ययः सार्वधातुकम् अस्ति चेत् कर्तृर्थे शपादयः, शपादयः विकरणाः तत् आयन्ति, तत् कर्तरि शप् इत्यनेन कर्तृर्थे यथा क्रियापदं निर्मामः तदा तत् शवादयः तत् विकरणप्रत्ययः आयन्ति कर्तरि शप् सूत्रेण. तदनन्तरं तु अन्य सूत्राणि अपि तत् आगच्छन्ति घनानुसृत्य. शवादयः आयन्ति चेत् धातुघनभेदाः, यदा विकरणप्रत्ययः आयाति तत्र धातुघनभेदाः भवन्ति, यथा पूर्वं महोदयेन पठितवान्, पा धातु अस्ति, पिबति, जुहोत्यादिगणे दा धातु ददाति अपि च, तादृशी भेदाः सन्ति विकरणप्रत्ययः आधारेण. धातुघनभेदाः सन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. आर्धधातुकः प्रत्ययः अस्ति चेत् तत्र तु धातुघनभेदाः न भवन्ति, परन्तु तत् इडागमः विचारः तत्र करणीयः यथा आर्धधातुकप्रत्ययः आगच्छन्ति. अयं विभजनं तिङ्क्षु अपि भवति, कृत्सु अपि भवति. तिङ् अथवा कृत्सु भवेत् तत्र तु ईदृशी विचारः, आर्धधातुकः चेत् इडागमविचारः करणीयः. सार्धधातुक प्रत्ययेषु तत्र धातुगणभेदाः भवन्ति विकरणप्रत्यय आधारेण, तत् तादृशी विचारः तिङ्क्षु अपि तत्र कृत्सु भवति. प्रथमतया तिङ्प्रसङ्गे अवलोकयामः, तदा कृतप्रसङ्गे. प्रथमम् अस्माभिः अत्र तिङ्प्रसङ्गे चिन्तनं कुर्मः, अनन्तरं कृत् प्रत्ययप्रसङ्गे किं भवति तत्र चिन्तयामः, पठामः. अग्रिम वाक्यद्वयमपि पठतु महोदय. तिङ्प्रत्यये लकाराः निष्पन्नाः, अतः तिङ्प्रसङ्गः. इत्यनेन वदनेन लकाराणां विषयः आयाति. दशलकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशीलनेन बहु किमपि प्रकाशते. तिङ्प्रत्यये यः लकाराः निष्पन्नः, तत् तिङ्प्रसङ्गः. तत्र लकाराणां विषयः तत् आयाति. यदि पूर्वम् अस्माभिः तत्र दशलकाराः सन्ति, तत्र कथं निष्पद्यन्ते, तिङ्प्रत्ययः कथं योजनीयः, तत्र तत् परिशीलनेन बहु किमपि प्रकाशते इदानीम् अत्र. आं क्षम्यतां, म्यूट् मध्ये आसम्. अस्तु, तदेव अस्ति तत्र. तत्र कर्तरीषप् इत्येव मुख्यबिन्दुः अस्ति. कर्त्रार्थकः सार्वधातुकसंज्ञकप्रत्ययः परः आगच्छति चेत् तत्र एव शप् इति विकरणप्रत्ययः विहितः इत्येव तत्र मूलविषयम् अस्ति. अनन्तरमेव यदा अन्यगणीय विकरणप्रत्ययः कर्तरीषप् प्रभाद्य तत्र आगच्छति. आर्धधातुकः अस्ति चेत् यदा महोदय उक्तवान् इडागमविचारः करणीयः, अन्यकार्याणि आगच्छन्ति, तत्र तु गणीयविकरणप्रत्ययस्य प्रसङ्गः एव नास्ति, तत्र गणीयभेदः नास्ति एव तत्र. कृत्सु अपि भवति, तिङ्षु अपि भवति. इत्युक्ते तिङ् इति प्रत्ययः स्वीकुर्मः चेत् तत्रापि सार्वधातुकः आर्धधातुकः इति भेदद्वयं. कृत् इति प्रत्ययः स्वीकुर्मः चेत् तत्रापि सार्वधातुकः आर्धधातुकः इति भेदद्वयं. वयं तद् चित्रं परिशीलितवन्तः गतसप्ताहे, तदेव मनसि स्थापनीयं, तदेव अस्ति अस्मिन् परिच्छेदे. धन्यवादः महोदय. विजया भगिनी, नमस्कारः भगिनी. आम्, अग्रिमपरिच्छेदम् ए इति भागः पूर्णतया पठतु भगिनी एकवारम्. प्राप्तं वा करपत्रम्? दशलकाराः सन्ति आरम्भे विवक्षाम्, एतत् एव खलु भगिनि? दशलकाराः मूलतः दशलकाराः मूलतः पूर्णा कथा. दशलकाराः सन्ति आरम्भे विवक्षाम् अनुसृत्य दशलकाराः गोचराः तदा अष्टाध्याय्याः पदस्य लघुस्वार्थं सर्वे लकाराः लकारः इत्येव भवन्ति. अत्र अभेदः एव दृश्यते. पश्चात् लकारस्थाने अष्टादश तिङ् प्रत्ययाः, अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टदश तिङ् प्रत्ययाः. अतः तदानीमपि अभेदः एव. अन्ते तिङ् सिद्ध्यत्वेन पुनः दशानां भेदाः आयान्ति. अभेदत्वात् भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इति अयं विभागद्वयम् अत्रैव सृष्टम्। विवक्षाम् अनुसृत्य दशलकाराः वेदः। सर्वे लकाराः लकार इत्येव इल् इत्येव लकारः इत्येव भवन्ति अभेदः तत्र। अनन्तरम् एतत् सोपानं तत्र अषादश सिङ् प्रत्यय लकाराणां सिद्धप्रत्ययाः भेदः। दशानां लकाराणां तिहन्तपदानि भेदः। अस्तु भगिनि, दशलकाराः सन्ति। वयं पूर्वमेव दृष्टवन्तः भूदाति इति वयं पश्यामः चेत् तत्र लट् लङ् लोट् विधिलिङ्गि इति दशलकाराः आगच्छति। आरम्भे विवक्षाम् अनुसृत्य एव, विवक्षाम् इत्युक्ते तत्र इच्छा, एतत् अनुसृत्य एव दशलकाराः गोचराः। तत्र गोचराः इत्युक्ते उदाहरणं वयं पश्यामः, धेनवः अस्ति चेत् रज्जुं एतत् दन्ते रज्जुं स्थापयति चेत् एकस्थाने एव इतः अतः तत्र गच्छन्ति। एतत् तत्र सीमा अस्ति, अतः एव इदानीम् अपि दशलकाराः सीमा सन्ति तत्र। तदा अष्टाध्याय्याः पदस्य लघुत्वार्थं सर्वे लकाराः लकार इति एव भवन्ति। लघुत्वार्थम् इत्युक्ते तत्र लट् लङ् लिङ् लृट् लुट् एतत् सर्वम् आगच्छति। तत्र आरम्भ वर्णः लकारः एव सर्वम् अपगच्छति, ला एव तिष्ठति तत्र। पश्चात् लकारस्थाने अष्टादश तिङ् प्रत्ययाः, अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः समानाः अष्टादश तिङ् प्रत्ययः, अतः तदानीमपि अभेदः एव। अभेदः इत्युक्ते तत्र लट् तत्र लट् आगच्छति, लङ् आगच्छति, अनन्तरं लोट् आगच्छति इति तत्र भेदः, अभेदः तत्र अस्ति। अन्ते तिङ्क् सिद्ध्यत्वेन सिद्ध्यत्वेन पुनः आयन्ति। पुनः तत्र भेदः इत्युक्ते तत्र लट् मध्ये पठति इति आगच्छति, भवति इति आगच्छति, लोट् मध्ये पठतु इति आगच्छति, लङ् मध्ये अपठत् इति, एतत् सर्वं तत्र भेदाः सन्ति। अभेदत्वात् भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इत्येवं विभागद्वयं, वयं पूर्वमेव दृष्टवन्तः सार्वधातुकलकाराः आर्धधातुकलकाराः, सार्वधातुकलकाराः वयं पूर्वमेव दृष्टवन्तः लट् लङ् लोट् विधिलिङ्गि इति चतुर् दशलकाराः आगच्छति। शेषमेव आर्धधातुकाः इति वयं पूर्वमेव दृष्टवन्तः। एतत् भागद्वयम् अस्ति तत्र। विवक्षाम् अनुसृत्य एव दशलकाराः, अहं गच्छामि इति तत्र आगच्छति चेत् अनन्तरं कालम् अनुसृत्य विवक्षाम् अनुसृत्य एव दशलकाराः भेदः तत्र अस्ति। अष्टादश तिङ् प्रत्ययेन आगच्छति। लकाराणां सिद्ध्य इत्युक्ते तत्र भूधातु लट् देन् लोट् लङ् एतत् सर्वं भेदः अस्ति तत्र। दशानां लकाराणां तिङ् पदानि भेदः एव। तावदेव भगिनी तत्र। भगिनी आम् श्रूयते वा भगिनि? श्रूयते वा भगिनि? हरि ओम्। हरि ओम्। श्रूयते वा? श्रूयते। प्रायः भगिन्याः पार्श्वे किमपि? ओ अस्तु, अहं पुनः योजयामि। अत्र किमपि श्रूयते वा? श्रूयते वा? ओ एवं वा, श्रूयते किल? एकनिमिषम् अत्र पोस्ट् रूम्। ओ इदानीम् अस्तु, विजया भगिन्याः एव न आगच्छति वा? ओ आमाम्। भगिनी नमस्कारः, श्रीवल्लीभगिनी. आम् नमस्ते भगिनी. अस्तु, मम ध्वनिः तु सम्यक् श्रूयते किल? आम् भगिनी. अस्तु अस्तु अस्तु, अस्मिन् परिच्छेदे किम् अस्ति इति पुनः एकवारम् अहं वदामि. भगिनी श्रूयते वा भगिनि? आम् आम् इदानीं श्रूयते भगिनि. श्रूयते वा विजया भगिनी? भगिनी श्रूयते वा? विजया भगिन्याः प्रायः तस्य कनेक्षन् मध्ये कोऽपि क्लेशः इति मन्ये. अस्तु अस्तु, तस्मिन् परिच्छेदे किम् अस्ति इत्युक्ते, तत्र यदा अस्माकं विवक्षा विवक्षा इत्युक्ते अहं वक्तुम् इच्छामि रामः पठति इति वक्तुम् इच्छामि चेत्, तत्र लकारः दशलकारेषु पठति इत्यस्मिन् तु लट् लकारविवक्षा अस्ति, अतः तत्र लट् लकारः प्रथमम् आगच्छति. लट् इति प्रथमम् आगच्छति, पट् इति धातुः, पट् योगः लट् इति प्रथमम् आगच्छति. अनन्तरं लट् इत्यस्य ल एव अवशिष्यते. अस्माकं किमपि धातुः भवतु, प्रत्ययः भवतु, आगमः भवतु, आदेशः भवतु, प्रथमकार्यम् इत्संज्ञाकार्यम् एव. अतः लट् इति यदा वयं प्रत्ययः लकारप्रत्ययः इति तस्य नाम अस्ति, तद् लकारप्रत्ययः आनयामः, तत्र प्रथमकार्यम् अनुबन्धलोपम्. अतः टकारः इत्संज्ञा भूत्वा लकारः एव अवशिष्यते, तदेव दत्तमस्ति, लकारः ल इत्येव अवशिष्यते. इदानीं पट् योगः ल इति अस्ति. अनन्तरं मम विवक्षा इदानीम् अस्ति रामः पठति, प्रथमपुरुष एकवचनम्, अतः तत्र तिङ् प्रत्ययाः. आम् श्रूयते भगिनि विजया भगिनि, श्रूयते. अस्तु, तत्र किं भवति इत्युक्ते लकारस्य स्थाने तिङ् प्रत्ययाः आगच्छन्ति. तिङ् प्रत्ययाः इत्युक्ते वयं जानीमः अष्टादश तिङ् प्रत्ययाः सन्ति इति. लकारस्य स्थाने प्रथमम् अष्टादश तिङ् प्रत्ययाः आगच्छन्ति, अनन्तरम् एव विवक्षाम् अनुगुणं ति वा तः वा अन्ति वा इति भवति. प्रथमं मूलप्रत्ययः आगच्छन्ति, अनन्तरमेव सिद्धप्रत्ययः. अतः यदा वयं प्रथमवारं यदा पठितवन्तः तत्र वयम् उक्तवन्तः भूयोगः शप् योगः ति इति एव. तत्र वयं पूर्वं किम् अभवत् इति वयं न ज्ञातवन्तः. इदानीं पूर्णकथा, प्रथमं पट् धातुः, योगः लकारः, अस्माकं विवक्षानुगुणं लकारः लट् पठति, अतः लट्. अनन्तरं लट् स्थाने इत्संज्ञा भूत्वा पट् योगः ल, ल एव अवशिष्यते तत्र. अनन्तरं ल इत्यस्य स्थाने तिङ् प्रत्ययः. तिङ् प्रत्ययः इत्युक्ते अष्टादशस्यापि ग्रहणं भवति. अनन्तरं प्रथमपुरुष एकवचनं मम विवक्षा, अतः लट् पट् योगः तिप् इति मूलप्रत्ययः. अनन्तरं तस्यापि इत्संज्ञा, पकारस्य इत्संज्ञा, पट् योगः ति पठति. अनन्तरं विकर्णप्रत्ययः मध्ये आगच्छति, गणमनुसृत्य इदानीमेव विकर्णप्रत्ययः आगच्छति. अतः प्रायः चत्वारि सोपानानि अभवत्. अनन्तरमेव कर्त्रार्थे सार्वधातुकप्रत्ययः परः अस्ति, अतः शप् इति विकर्णप्रत्ययः मध्ये आगच्छति. पट् योगः शप् योगः ति. अनन्तरं कार्याणि वयं तु जानीमः, तत् प्रक्रिया. अतः यद् पूर्णतया वयं ज्ञातुं शक्नुमः, प्रथमं लकारः, अनन्तरमेव तिङ् प्रत्ययः. अत्र यद् दत्तं भेदः अभेदः इति दत्तमस्ति, तस्मिन् स्थाने अभेदः इत्यस्य स्थाने समानम् इति स्थापयतु. भेदः इत्यस्य स्थाने समानं न. अतः प्रथमसोपानं विवक्षाम् अनुसृत्य दशलकाराः. माला भगिनी इदानीं वदतु किम् अस्ति इति. आम् वयं जानीमः दशलकाराः सन्ति यथा लट् लङ् लोट् इत्यादि. प्रथमं धातुतः पूर्वं वयं पठितवन्तः धातुयोगः शक् योगः तिङ् प्रत्ययः. परन्तु इदानीं वयं पूर्णकथां पठामः. प्रथमं धातुः अस्ति, अनन्तरं लकारः योजयामः. लकारः योजयामः ते चेत् इत्संज्ञा भूत्वा ल एव लकारः एव अवशिष्यते. तर्हि धातुः अनन्तरं लकारः, अनन्तरं तस्य स्थाने तिङ् प्रत्ययाः योजयामः. अनन्तरं विकरणप्रत्ययाः योजयामः. तदा एव अस्माकम् अन्तिमरूपं सिद्ध्यति, इत्युक्ते सिद्धप्रत्ययः भवति. यथा सम्यक् वा भगिनी? आम् आम् आम्. अस्तु अस्तु. यथा भूधातुः भूयोगः ल इति कुर्मः, तस्य लकारस्य स्थाने तत्र अहं मम किञ्चित् प्रश्नः अस्ति. लकारः योजयामः भूयोगः ल, अनन्तरं यदि लट् लकारः कर्तुम् इच्छामः तर्हि भूयोगः ल तत्र कथं वयं भूयोगः ल योगः तिप् इति भवति वा? न न न, भूयोगः ल इति भवति. ल इत्यस्य स्थाने तिङ् इति आदेशः भवति. लकारस्य स्थाने तिङ् आगच्छति इदानीम्. अग्रे आगच्छति, पुनः अस्ति तत्, परन्तु यदा भूयोगः ल, इदानीं ल इत्यस्य प्रत्ययस्य स्थाने, प्रत्यय आदेशः, प्रत्ययस्य स्थाने एव तिङ् इति आगच्छति. अतः इदानीं ल इति ल इत्यस्य उपरि आगच्छति चेत् ल किं भवति? ल नास्ति किल, तस्मिन् स्थाने आगच्छति किल. अस्तु अस्तु. यदा वयं यण् सन्धिः कृतवन्तः, तादृशमेव, इकः स्थाने यण् आदेशः इति वयं वदामः किल, तादृशमेव इदानीं लकारस्य स्थाने तिङ् आदेशः. अस्तु, तर्हि सर्वे लकारः ल इति एव भवन्ति. अनन्तरं तिङ् प्रत्ययः योजयामः चेत् समान तिङ् तिङ् प्रत्ययः वा, तिप्थ जि एव भवति वा सर्वे लकारेषु? आम्. अस्तु अस्तु. प्रथमं सर्वेषु लकारेषु तदेव भवति, अष्टादशः एव आगच्छति. अनन्तरम् अस्माकं विवक्षानुगुणं तिप् वा तः वा अन्ति वा इति तदादेशः भवति. अस्तु, तस्य आदेशः भूत्वा अनन्तरं सिद्धप्रत्यय तदानीं लकाराणां सिद्धप्रत्ययाः भवन्ति. इत्युक्ते लकाराणां सिद्ध इत्युक्ते प्रथमं मूलप्रत्ययः आगच्छति, तिप् तस् जि सिप् तस्त वस्मस् इति. अनन्तरं तिप् इति स्थाने तस्यापि अनुबन्धलोपानन्तरं ति इति यद् प्रत्ययः आगच्छति तदेव अस्माकं सिद्धप्रत्ययः. अस्तु, सिद्धप्रत्ययः इत्युक्ते ति, यद् वयं लौकिक लौकिकव्यवहारं कुर्मः, यथा भवति. यदा अस्माकं विवक्षा इदानीं लोट् इति चिन्तयतु, तत्र पट् योगः लोट्, तत्रापि लकारः एव अवशिष्यते, ल एव अवशिष्यते, पट् योगः ल. इदानीं किं भवति? पट् योगः इदानीमपि तिङ् प्रत्ययः आगच्छति, तद् मूलप्रत्ययः. अस्माकं विवक्षा तु लोट् अस्ति. लोट् इत्युक्ते तु, रामः पठतु तु, परन्तु इदानीं तिङ् इति अस्ति अत्र तिङ् प्रथमपुरुष एकवचनं तिप् इति भवति अस्तु अतः सिद्ध लोट् प्रत्ययः तु अतः तत्र किञ्चित् कार्याणि सन्ति मध्ये सूत्राणि अपि सन्ति कार्याणि अपि सन्ति येन तिङ् इत्युक्ते तिप् इति प्रथमपुरुष एकवचनप्रत्ययः तु इति भवति अस्तु अतः तदेव सिद्धप्रत्ययः लोट् कृते सिद्धप्रत्ययः तु लङ् लकारः अस्ति चेत् तकारः अपठत् इति रूपम् आगच्छति किल तत्र तकारः अतः तत्रापि केचन कानिचन कार्याणि भवन्ति येन तिप् इदानीं तकारः भवति अस्तु अतः तदेव सिद्धप्रत्ययः तद् पाठः अस्ति प्रायः अग्रिमपाठः तत्र वयं पश्यामः मूलप्रत्ययात् सिद्धप्रत्ययः कथं निष्पन्नः तत्र कार्याणि सूत्राणि सर्वं सन्ति परन्तु तदेव सिद्धप्रत्ययः सिद्धप्रत्ययः इत्युक्ते मूलप्रत्ययात् सिद्धप्रत्ययः लकारम् अनुसृत्य कथम् आगच्छति इति तर्हि प्रथमं तु अभेदः अस्ति यतोहि लकारः एव वयं योजयामः धातुतः धातुना अनन्तरं यदि वयं तिङ् प्रत्ययं योजयित्वा सिद्धप्रत्ययं निष्पन्नं भवति तदा एव भेदः दृश्यते प्रथमम् अभेदः अन्तिमरूपे एव भेदः दृश्यते अस्तु भगिनी अत्र अस्माकं भ्रमः भवति लट्लकारे किमपि बृहत् परिवर्तनं न भवति अतः तिङ्प्रत्ययस्थाने लट्लकारस्य लट्लकारस्य बहुत्र न भवति किञ्चिदेव परन्तु अन्ये लकारे तिङ्प्रत्ययस्थाने बहु किमपि प्रत्ययस्य परिवर्तनं भवति इति अस्मिन् लट्लकारे अपि पश्यतु तिप् तस् जि इति प्रथमपुरुष एकवचनं द्विवचनं बहुवचनप्रत्ययः अस्ति तिप् तस् जि तिप् सम्यक् एव पकारस्य लोपः तस् अपि सम्यक् एव सकारस्य ऋत्वविसर्गम् आगच्छति ससजुषोरुः करवसानयोर्विसर्जनीयः तः इति भवति तिप् तस् जि जि इत्यस्य स्थाने अन्ति इति कथं भवति अत्र सूत्रमस्ति जोन्तः इति एकं सूत्रमस्ति जोन्तः इति सूत्रं वदति जकारस्य स्थाने अन्त् इति आदेशः भवतु इति अतः जकारस्य स्थाने अन्त् आगच्छति अनन्तरं जीत् पूर्वमेव इकारः अस्ति अतः अन्ति इति भवति एतादृशमेव कार्याणि जी स्थाने सर्वेषु लकारेषु तत् अन्त् भवति अन्त् अस्ति चेत् लट्लकारे एव भवति वा लट्लकारे एव भवति लकारम् अनुसृत्य कार्याणि लकारम् अनुसृत्य कार्याणि यत्र अस्माकं लट्लकारः प्रथमपुरुष बहुवचने अन्त् इति आगच्छति परन्तु लोट्लकारे प्रथमपुरुष बहुवचनं किम् लोट्लकारे पठन्तु अन्त् भवति परन्तु कार्याणि किञ्चित् भिन्नं किल अन्ति नास्ति किल अतः एव अतः मम स्पष्टार्थं प्रथमं धातुकार्यमस्ति नन्तरं विकरण अङ्गकार्यम् अनन्तरं प्रत्ययकार्यम् एतानि प्रत्ययस्य स्थाने किमपि परिवर्तनं भवति इति न इदानीम् इति वयं तादृशं मूलप्रत्ययात् भिन्नप्रत्ययः भवति इति वयम् अधुना पठामः किल आम् परन्तु तादृशं प्रक्रिया वयं न वक्तुं शक्नुमः प्रथमं लकारः आनयनं लकारः आनयनं विवक्षा अनुगुणम्। अतः एव तत्र दत्तमस्ति विवक्षामनुसृत्य दशलकारः भेदः, भेदः तु अस्ति लट् वा लङ् वा लोट् वा इति भेदः अस्ति प्रथमसोपानम्। अनन्तरं सर्वे लकाराः ल इत्येव भवन्ति अभेदः, लट् वा भवतु लङ् वा भवतु लोट् वा भवतु विधिलिङ् आशीर्लिङ् किमपि भवतु ल एव अवशिष्यते। सर्वत्र तकारः वा ण्यकारः वा तत्तु अनुबन्धः भवति एव। अतः तत्र अभेदः, अभेदः इत्युक्ते समानमस्ति, लकारः एव समानमस्ति। तृतीयसोपानमस्ति अष्टादश तिङ्प्रत्ययाः, इदानीं प्रत्ययः आगच्छन्ति अभेदः। अभेदः इत्युक्ते अष्टादश अस्माकं विवक्षा लट् लङ् लोट् किमपि भवतु अष्टादश तिङ् मूलतिङ्प्रत्ययाः अष्टादश आगच्छन्ति समानरूपेण। अनन्तरं लकाराणां सिद्धप्रत्ययः, इदानीमेव सिद्धप्रत्ययः, अस्माकं विवक्षा लट् अस्ति अतः तिप्, अस्माकं विवक्षा लोट् अस्ति अतः तु, अस्माकं विवक्षा लङ् अस्ति अतः तकारः इति इदानीमेव। अतः चतुर्थसोपानमस्ति। पञ्चमसोपानं दशानां लकाराणां तिङन्तपदानि। चतुर्थसोपान पञ्चमसोपानयोः मध्ये विकर्णप्रत्ययः, आदेशः, किमपि कार्यं सर्वम् भूत्वा अनन्तरम् अन्तिम सोपानमस्ति नूतन तिङन्तपदानि, अस्माकं पदं पठति इति पदं जातम्। अतः एतद् सोपानम् एतदेव अस्ति, परन्तु मध्ये मध्ये कानिचन कार्याणि अपि सन्ति, पूर्णतया तद् अत्र न प्रदर्शितं, परन्तु यदा वयं पठामः तत्र ज्ञास्यामः केन क्रमेण तत् कार्याणि भवन्ति इति। भगिनि अत्र एकः सन्देहः, यदा प्रत्ययस्य रूपं चेञ्ज् भवति, रूपस्य परिवर्तनं भवति, तदा प्रत्ययमूलं तु तिङ् अस्ति सार्वधातुक अस्ति, यदा प्रत्ययस्य परिवर्तनं भवति तदा तस्य मूल आर्धातुक भवति वा, तत्रापि अनन्तरं न भवति न, प्रथम सार्वधातुक अस्ति चेत् सार्धातुक एव तिष्ठति। तद् अस्माकं लकारम् अनुसृत्य, यदा अस्माकं लकारः लृट् लकारः तत्र प्रत्ययः, यद्यपि अस्माकं मूलप्रत्ययः तिङ् अस्ति चेदपि यदा सिद्धप्रत्ययः इदानीं लकारं पश्यति, ओ लकारं लृट् लकारः, अतः अहं स्यति इति विकर्णप्रत्ययः योजयित्वा स्यति इति रूपम् आगच्छति तस्मिन् समये। तत् पाठः अस्ति महोदय, अग्रे अपि पूर्णतया अस्ति, एतत्तु किञ्चित् अस्तु अस्तु। श्रीवल्ली भगिनी पठति वा? आं भगिनि। लकारप्रत्ययाः लट् लृट् लङ् इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्, परन्तु केवलं नामानि इति न, एते स्वयं प्रत्ययाः सन्ति। दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः, क्षम्यतां भगिनि, अनद्यतनि लङ् विधिनिमन्त्रणामन्त्रणादिष्ट सम्प्रसरणार्थे नेषु लिङ् लोट्च परोक्षे लिट् अनद्यतने लुट् लुट् शेषे लुट् शेषे च आशिषि लिङ् लोटौ लुङ् लिङ् निमित्ते लृङ् क्रियातिपत्तौ। अस्माकम् एतावता अष्टाध्यायाः समग्रदृष्टिः मनसि अस्ति खलु, इमानि उपरितनानि सूत्राणि कस्मिन् अध्याये? तृतीयाध्याये, अतः केषां सूत्राणाम् अधिकारः? लकाराणां लट् लुट् लङ् इत्यादयः लकाराणां केवलं नामानि नास्ति, एते स्वयं प्रत्ययाः सन्ति. इत्यर्थं लट् इति प्रत्ययः, लुट् इति प्रत्ययः, लङ् इति प्रत्ययः इत्यादि प्रत्ययः सन्ति. सूत्रैः सन्ति दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः. प्रथमं सूत्रम् अनद्यतने लङ् न वर्तमाने लट् प्रथमसूत्रम् वर्तमाने लट् प्रथमसूत्रं वर्तमाने अध्याये कस्मिन् अध्याये? तृतीये अध्याये द्वितीयभागे अस्ति. वर्तमाने लट् प्रत्ययः वर्तमानार्थे लट् प्रत्ययः इति आयाति इति अर्थं. परन्तु अनद्यतने लङ् लङ् इति प्रत्ययः अनद्यतने आयाति. लिङ् लिङ् प्रत्ययः लोट् प्रत्ययः अपि विधि निमन्त्रणम् आमन्त्रणम् अधीष्टसम्प्रसरणात् सम्प्रश्नप्रार्थनेषु लिङ् च लोट् च प्रत्ययो आयाति. लिट् प्रत्ययः परोक्षे परोक्षार्थे लिट् आयाति. अनद्यतने लुट् लुट् शेषे च लुट् शेषे च इति अदर् देन् वर्तमानम् अनद्यतनं विधि निमन्त्रणम् आमन्त्रणम् अधीष्टसम्प्रश्नप्रार्थनेषु सुशेषे लुट् प्रत्ययः आयाति. आशिषि लिङ् लोटौ आशिषि लिङ् ये लोट् प्रत्ययः लिङ् प्रत्ययः लोट् प्रत्ययः आशिषि आशिर्लिङ् इति वदामः किल तस्मिन् तत्र लिङ् लोट् प्रत्ययो आयाति. लुङ् लुङ् प्रत्ययः लिङ् निमित्ते लृङ् क्रियातिपत्तौ सो सर्वे सूत्राणि सर्वे सूत्रेभ्यः दशानां लकाराणां प्रत्ययाः विहिताः अष्टाध्याये तृतीये अध्याये ये सर्वाणि सूत्राणि सन्ति. सर्वाणि सूत्राणि तृतीयाध्याये सन्ति इति मुख्यविषयः अस्ति अत्र. एतदपि मुख्यविषयः लकाराः इति यद्यपि वयं वदामः लकाराः इत्युक्ते प्रत्ययाः लकाराः इति प्रत्ययाः एव अतः तद् मुख्यम्. अनन्तरं यद् लट् लङ् विधिलिङ् यद् दत्तमस्ति नाम तत्तु पारिभाषिकशब्दः अस्ति पाणिनिना कृतः अस्ति तस्य पाणिनिना उत्पादितशब्दः अस्ति लट् लङ् विधि लिङ् इति सः एव तस्य उत्पादनं कृतवान्. अनन्तरं वर्तम तस्य अर्थः कः इति अन्य अग्रिमप्रश्नः आगच्छति. वर्तमाने इत्युक्ते लट् इत्युक्ते वर्तमानं सूचयति इत्येव अर्थः. पारिभाषिकशब्दः पाणिनिना कृतम् अस्ति परन्तु अर्थः तदेव. लङ् लङ् इत्युक्ते अनद्यतने लङ् लिङ् इत्युक्ते विधिनिमन्त्रण आमन्त्रण अदिष्टं सम्प्रश्न प्रार्थना इति इत्येषु अर्थेषु लिङ् लिङ् इति प्रत्ययः विधीयते. लोट् च लोट् अपि विधिनिमन्त्रण आमन्त्रण अधिष्ठ अधिष्ठसम्प्रश्न प्रार्थनेषु विधीयते इति लोट् अपि लोट् लकारः अपि इत्येव अर्थः. लट् लङ् लिङ् लोट् लिट् लुट् लृट् आशीर्लिङ् लुङ् लुङ् सर्वं सर्वाणि क्षम्यतां सर्वे प्रत्ययाः पाणिनिना कृताः. भगिनि आशिषि लिङ् लोटौ इत्युक्ते आशीर्लिङ्ग् आशीर्लिङ्ग् कथम् आगच्छति इति अहमपि अहं दृष्ट्वा वदामि भगिनि. अग्रिमं पठामः तस् मध्ये अहं दृष्ट्वा वदामि. अनन्तरम् अन्तिम तिङ् लकारः किं लिङ् निमित्ते लृङ् क्रियातिपत्तौ इत्युक्ते लृङ् इति एकः लकारः लुङ् इति एकः लकारः अस्ति लृङ् इति एकः लकारः अस्ति तस्य प्रायः तस्य निमित्तम् अस्ति लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति प्रायः लिङ् इत्यस्य स्थाने तस्यापि लृङ् इति आगच्छति. निमित्तानि द्रष्टव्यानि भगिनि किं केन निमित्तेन एतद् आगच्छति इति अभविष्यत् इति रूपम् अस्ति अभविष्यत् अभविष्यत् तदेव लृङ् वा अहं विस्मरामि सर्वं पठितवती आम् आम् यदि यदि अहं सम्यक् पठामि चेत् पठामि पठामि चेत् अहम् उत्तीर्ण अभविष्यत् इति किमपि कण्डीशनल् अस्ति. इफ् ऐ हेड् अ रेड् क्लियर्ली ऐ वुड् हव् पास्ड् लैक् देट् इन् देट् क्लास्. अस्तु आशिषि लिङ् लिट् लोटौ इति सूत्रम् अप्राप्तस्य इच्छां दर्शयितुं लिङ्लकारः लोट् लकारः च प्रयुज्यते. अप्राप्तस्य इच्छां यदिच्छा न प्राप्तम् ईश्वरः अस्तु भवान् चिरं जीव्यात् भवान् चिरं जीवतु भवान् चिरं जीवतु इति लोट् लकारः भवान् चिरं जीव्यात् इति लिङ् लकारः. मम शत्रुः मृषीष्ट इति लिङ् मम शत्रुः म्रियताम् इति लोट् अप्राप्तस्य इच्छा यत्किमपि इष्टम् अस्ति परन्तु न प्राप्तं तस्य प्राप्तेः इच्छां दर्शयितुं लिङ्लकारस्य लोट् लकारस्य च प्रयोगः भवति इति वदति. एकम् अनन्तरम् आयुष्मान् भव इति तद् तद् आशीर्लिङ्ग् विधिलिङ्ग् आम् तत्र तु इच्छा भवति एव. अस्तु द्वितीयमस्ति सूत्रसङ्ख्या किमस्ति 139 भविष्यति अर्थे लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियातिपत्तिं दर्शयितुं धातोः लुङ्लकारः भवति इति दत्तमस्ति. क्रियातिपत्तिम् इत्युक्ते कृष्णम् अनंस्यत् चेत् सुखम् अयास्यत्। यदि कृष्णस्य नमनं करिष्यति तर्हि सुखमपि यास्यति, परन्तु इदानीं कृष्णस्य नमनं न कृतम्। यत्र कारणफलयुग्मेन निर्दिष्टायाः क्रियायाः अभावः भविष्यत्कालस्य सहायेन वक्तव्यः अस्ति। भविष्यत्कालस्य सहायम् अयास्यत् इति यदा महोदय इदानीम् उक्तवान् तदेव अस्ति। अत्र लुङ् लुङ् लकारः प्रयोगः भवति। अस्तु, सम्यक्। माला भगिनी, भवत्याः क्रमः एव। अस्तु, अस्माकम् एतावता अष्टाध्यायाः समग्रदृष्टिः मनसि अस्ति खलु? इमानि उपरितनानि सूत्राणि कस्मिन् अध्याये? तृतीयाध्याये। अतः केषां सूत्राणाम् अधिकारः? प्रथमं प्रत्ययः, तृतीयाध्याये प्रथमपादे प्रथमसूत्रम् अधिकारः, तृतीयाध्याये प्रथमपादे प्रथमसूत्रतः पञ्चम अध्याये चतुर्थपादे 160 पर्यन्तं तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति। एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः। अग्रे पठामि वा? आं भगिनि, पूर्णतया पठतु, अनन्तरं वदतु भगिनि। अस्तु, द्वितीयः सूत्रम् इत्युक्ते अस्ति परश्च, तृतीयाध्याये प्रथमपादे द्वितीयसूत्रम् अधिकारः, तृतीयाध्याये प्रथमपादे प्रथमसूत्रतः पञ्चम अध्याये चतुर्थपादे 160 पर्यन्तम् एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रमपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति। तृतीयसूत्रं धातोः, तृतीयाध्याये प्रथमपादे एकनवतिः सूत्रम् अधिकारः, तृतीयाध्याये प्रथमपादे एकनवतितः तृतीयाध्याये चतुर्थपादे 117 वा सप्तदश अधिक एकशतं पर्यन्तं तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति। अस्मिन् तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत् यः कोऽपि प्रत्ययः विहितः सः धातोः अनन्तरं विहितः। अतः वर्तमाने लट् तृतीयाध्याये द्वितीयपादे 123 वर्तमानार्थे धातुतः लट् प्रत्ययः भवति, लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन, धातोः परे एव आयाति परश्च इत्यनेन। अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः। अत्र ध्येयं यत् अनुबन्धलोपे सर्वेषां लकाराणां लकारः इत्येव अवशिष्यते। अस्तु, तर्हि तृतीयाध्याये केषां सूत्राणाम् अधिकारः वर्तते? प्रत्ययः परश्च धातोः इति सूत्रत्रयम् अधिकारसूत्राणि। प्रत्ययः इत्युक्ते प्रत्ययः यत्र कुत्रापि कस्यचित् विधानं भवति तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति। अवगतं वा? न वक्तुं शक्नोमि महोदय. तत्र यदा यत्र कुत्रापि इत्युक्ते वयं जानीमः धातुभ्यः विहितः प्रत्ययः इति तिङ् वा शि अस्तु तिङ् प्रत्ययः इति तिङ् इति धातुभ्यः विहितः प्रत्ययः अतः एव तस्य नाम प्रत्ययः अस्तु नामकरणं संज्ञा नामकरणं प्रत्ययः इति नामकरणम् अत्र अनन्तरं यत्र यत्र विधिसूत्रं भवति अस्मिन् अध्याये अधिकारे प्रत्ययः इति अधिकारे यत्र यत्र विधिसूत्रं भवति तत्र तत्र यत् प्रत्ययः इति सूत्रस्य अधिकारः अस्ति. विधिसूत्रम् इत्युक्ते यदा वर्तमाने लट् इति इदानीम् अस्माकं विधिसूत्रम् अस्ति तत्र प्रत्ययः इति आगच्छति. कर्तरी शप् इति अस्माकं विधिसूत्रमस्ति. कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् विहितः भवति इति. तत्रापि प्रत्ययः शप् इति कः? विकर्णप्रत्ययः. प्रत्ययः इति संज्ञा तत्र संज्ञा अस्ति प्रत्ययः इति तावदेव संज्ञा अस्तु अस्तु. द्वितीयमस्ति परश्च. परश्च इत्युक्ते प्रत्ययः सर्वदा धातोः अनन्तरम् एव भवति इति वदति. सर्वदा अस्तु. अनन्तरं धातोः इति एतदपि अधिकारसूत्रं अत्रापि धातोः इति धातोः अनन्तरं विहितः भवति प्रत्ययः इति अस्ति वा? प्रत्ययः इति प्रथमं यद् अधिकारसूत्रं वयं दृष्टवन्तः तस्य अधिकारसूत्रं तृतीय चतुर्थ पञ्चम त्रिषु अध्यायेषु तस्य प्रवृत्तिः भवति प्रत्ययः. किमर्थम् इत्युक्ते सुबन्तः सुबन्तप्रत्ययः अपि सन्ति, तद्धितप्रत्ययः अपि सन्ति, कृदन्तप्रत्ययः अपि सन्ति. अतः प्रत्ययः इत्युक्ते कामन् टर्म् तृतीय चतुर्थ पञ्चम बिग् बिग् सेट् तत्र. अनन्तरं धातोः इति परश्च अपि तृतीय चतुर्थ पञ्चम अध्याये यद् यत्किमपि प्रत्ययः भवतु कृदन्त कृत् प्रत्ययः वा तदितप्रत्ययः वा सुप् प्रत्ययः वा अस्माकं तिङ् प्रत्ययः परश्च परः एव तद् तस्य नाम प्रत्ययः इति भवति. परः आगच्छति चेत् एव. अनन्तरं धातोः इदानीं स्माल् सेट् अस्ति सब्सेट् तत्र तृतीय अध्याये एव तृतीय अध्याये एव तस्य प्रवृत्तिः कृदन्तानां तिङन्तानाम् एव. अस्तु. तत्र तिङन्तानां कृदन्तानां विधायकसूत्राणि यत्र यत्र आगच्छन्ति तत्र तत्र धातोः इति अधिकारः तत्र तस्य प्रवृत्तिः तत्र एव अस्ति. यदा चतुर्थ अध्याये पञ्चमध्याये धातोः इत्यस्य अधिकारः तत्र नास्ति. अस्तु. परन्तु प्रत्ययः तृतीय अध्याये अन्तपर्यन्तम् एव. परन्तु प्रत्ययः परश्चेति बिगर् सेट् अस्ति तत्र तु तस्य प्रवृत्तिः तु तृतीय चतुर्थ पञ्चम अध्यायपर्यन्तम् अन्तपर्यन्तं प्रवृत्तिः अस्ति. अधिकारः इति एव वदामः. अधिकारः अस्ति. तदेव मनसि भवेत्. तत्र सर्वदा धातोः इत्युक्ते तृतीय अध्यायस्य आरम्भतः न प्रथमपादस्य एकनवतितमसूत्रात् आरभ्य तृतीय अध्यायस्य चतुर्थपादस्य 117 सप्तादश अधिक एकशत सूत्रपर्यन्तं तस्य प्रवृत्तिः अस्ति. परश्च इत्र इत्यत्र प्रकृतेः अनन्तरम् आयाति. प्रकृते इत्युक्ते मूलधातु वा किं? प्रकृतेः इत्युक्ते प्रकृतेः इत्युक्ते यस्मात् किमपि विधीयते, किमपि यस्मात् विधीयते, धातोः वा यदा अस्माकं सुबन्तपदं सुप् प्रातिपदिकात् वा यस्मात् किमपि विधीयते तद् प्रकृतिः, तस्य नाम प्रकृतिः. शास्त्रीय टर्म् अस्ति, शब्दः अस्ति. अतः वर्तमाने लट् वर्तमानार्थे धातुतः लट् प्रत्ययः भवति. लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन. लटः लट् इत्युक्ते प्रत्ययः एव, लट् प्रत्ययः अपि भवती वदतु भगिनि कुत्र कुत्र भगिनि लट् प्रत्ययः अपि संज्ञा भवति. वर्तमानार्थे धातुतः लट् प्रत्ययः भवति. लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन. अत्र यत्र यत्र यद्यपि दत्तं वर्तमाने लट् इति, वर्तमानार्थे धातुतः लट् प्रत्ययः, लट् इति प्रत्ययः विधीयते इति वयं जानीमः. तत्र लट् इति यत् पदमस्ति, पारिभाषिकपदमस्ति, तत्र प्रत्ययः इति संज्ञा केन सूत्रेण भवति इत्युक्ते, प्रत्ययः इति अधिकारे वर्तमाने लट् इति सूत्रम् अस्ति, अतः तत्र लट् इत्युक्ते प्रत्ययः सूचयति. तावदेव, वर्तमाने लट् इति सूत्रं वयं कथं जानीमः लट् इत्युक्ते प्रत्ययः इति? किमपि भवितुम् अर्हति किल लट् इत्युक्ते. प्रथमं तु वर्तमानार्थे लट् प्रत्ययः विधीयते, धातुतः विधीयते, अनन्तरं तस्य प्रत्ययः इति अधिकारे एतत् सूत्रं तु अस्ति एव, अतः लट् इत्युक्ते प्रत्ययः इति वयं जानीमः. अत्र लटः प्रत्यय इत्युक्ते लटः पञ्चमी वा? लटः प्रत्ययसंज्ञा षष्टि किल, लटः प्रत्ययसंज्ञा भवति. लट् लट् षष्टि किल, षष्टि एव. लटः प्रत्ययसंज्ञा भवति प्रत्ययः इत्यनेन. धातोः परे एव आयाति परश्च इत्यनेन, तदवगतम्. अनुवृत्तिसहितसूत्रं धातोः परश्च वर्तमाने लट् प्रत्ययः, धातोः अनन्तरं लट् लकारः लट् प्रत्ययः वर्तमाने आगच्छति इति. वर्तमानार्थे आगच्छति इति, वर्तमानार्थे. एतदेव यद् अनुवृत्तिः एकस्य सूत्रस्य एव प्रदर्शितं महोदयेन, परन्तु यदा वयम् अनद्यतने लङ् इति यद्वयं स्वीकुर्मः तत्रापि एतदेव आगच्छति. वर्तमानार्थे इति न वदामः, भूतकालार्थे वयं वदामः. भूतकालार्थे धातुतः लङ् प्रत्ययः भवति, लङ् इति प्रत्ययसंज्ञा प्रत्ययः इत्यनेन भवति, धातोः परः आगच्छति परश्च इत्यनेन इत्येव. अन्यत्र सर्वत्रापि स्थापयतु तावदेव, तदेव क्रमः. परश्च प्रत्ययः धातोः अधिकारत्रयमस्ति. प्रायः अन्यापि अनुवृत्तिरूपेण आगन्तुं शक्नोति, परन्तु बेसिकलि एतदेव अस्ति. अस्तु, धन्यवादः भगिनि. आम् अस्तु, विद्या भगिनी इदानीं श्रूयते वा, अस्ति वा भगिनि? अस्तु, रघुपतिमहोदय. इत्संज्ञकवर्णानां लोपः. चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु प्रथममस्ति सूत्रमस्ति उपदेशे जनुनासिक इत् प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रमस्ति सूत्रं स्वयं सम्पूर्णम् उपदेशे अच् अनुनासिकः इत् इति हलन्त्यम् इति द्वितीयं सूत्रमस्ति तृतीय प्रथमाध्यायस्य तृतीयपादे तृतीयसूत्रम् अस्ति अनुवृत्तिसहितसूत्रम् उपदेशे अन्यत् अन्त्यं हल् इति अन्त्यं हल् इत् तृतीयं न विभक्तौ तुस्माः अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः आदिर्निचुटवः अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निचुटवः इतः इति अत्र इत्संज्ञक वर्ण इत्संज्ञक इत्संज्ञक सूत्राणां विवरणम् दत्तमस्ति एते चत्वारः सूत्राः सन्ति एते धातोः धातुः प्रत्ययेषु आदेशेषु आगमेषु एते चत्वारि सूत्राणि वयं पूर्वमेव पठितवन्तः अग्रे पठामि वा अग्रे त्रीणि सूत्राणि सन्ति ते प्रत्ययेषु एव उपदेश अवस्थ्यां प्रत्ययेषु एव न धातु धातु धातोः एतेषां किमपि अन्वयं नास्ति एते अस्ति श प्रत्ययस्य अनुवृत्तिसहितसूत्रमस्ति उपदेशे प्रत्ययस्य आदिः शः इत् षकारस्य लोपः भवति श प्रत्ययस्य यदा प्रत्ययस्य आदौ षकारः अस्ति चेत् चुटु अस्ति अनुवृत्तिसहितसहितसूत्रमस्ति उपदेशे प्रत्ययस्य आदौ आदि चुटु इतौ इति यदि प्रत्ययस्य आदौ चवर्गीय टवर्गीयवर्णाः सन्ति चेत् चकार चु अस्ति चवर्गीयवर्णाः सन्ति चेत् तेषां इत्संज्ञा भवति इत्संज्ञा भूत्वा तस्य लोपः भवति अनन्तरं लशकत्वद्दिते इति अस्ति अनुवृत्तिसहितसूत्रमस्ति उपदेशे प्रत्ययस्य आदि लकारशकार कवर्गीय वर्णाः सन्ति चेत् तेषामपि इत् भवति परन्तु अत्र अतद्दिते तद्दितप्रत्यय विहाय कृत् प्रत्यय अपि तिङ्प्रत्यय अस्ति चेत् तेषां तिङ्प्रत्यय अपि च अन्य किमपि विकरणप्रत्यय अपि तेषां इत्संज्ञा भवति इति अस्ति अन्ते इत्संज्ञा भूत्वा अन्ते किम् इत्संज्ञास्य फलमस्ति तस्य लोपः इति यदा इत् लोपः भवति इत् लोपविधिः तस्य लोपः एतत् सर्वं वयं जानीमः एव पूर्वं पठितवन्तः सम्यक् आम् अत्र मम एकः प्रश्नः अस्ति आं श्रूयते भगिनि इदानीं श्रूयते तत्र एकः प्रश्नः अस्ति लशक्व तद्दिते इति सूत्रमस्ति किल तत्र उपदेशे प्रत्ययस्य आदि लशकु अस्ति चेत् इत्संज्ञा भवति इदानीमेव वयं लकारः इति पठितवन्तः लट् लोट् तत्र तस्य प्रसक्तिः अस्ति वा कार्यं भवति वा तत्र नास्ति इति नास्ति इति अहं चिन्तयामि किमर्थम् अहं न जानामि प्राब्लम् भवति तर्हि न भवति गच्छति लट् लट् इत्यस्मात् लकारः एव अपगच्छति लकारस्य अपगमनं न भवति एवं वा न भवति निरर्थकं भवति किल अनन्तरं पुस्तकस्य आवश्यकमेव न भवति अतः तस्य अतः तस्य प्रसक्तिः अत्र नास्ति लशक्व तद्दिते यद्यपि वदति प्रत्ययस्य आदौ लशकु भवति चेत् इति वदति चेदपि अस्माकं लकारविषये तस्य प्रसक्तिः नास्ति किमर्थम् इत्युक्ते निरर्थकं भवति सूत्रम् इति यदा निरर्थकं भवति तदा तस्य सूत्रस्य प्रसक्तिः न भवति इति वयं कुत्र पठितवन्तः. उपयोगमेव उपयोगमेव न भवति किल, तत् सर्वापहारलोपः इति वदामः. सर्वापहारलोपः इत्युक्ते सर्वेषां वर्णानां लोपः. केचन प्रत्ययाः सन्ति यस्य सर्वापहारलोपः भवति, किमपि न अवशिष्यते. परन्तु तत्र कार्यं भिन्नम् अस्ति, अन्ते प्रायः आगच्छति. अतः कार्यं सर्वं कृत्वा यद्यपि सर्वापहारलोपः भवति चेत् तत्र कार्यं तु कृतम् इति तत्र किमपि महत्त्वं नास्ति. परन्तु एतत्तु प्रथमसोपानमस्ति किल, लकारः ल इति, तत्र एव सर्वापकारलोपः भवति चेत् किमपि कार्यं न भवति. अतः अदादि अदादि अथवा जुहोत्यादिगणे किमपि लुक् भवति इति वयं पठितवन्तः. लुक् तत्र मध्ये बहु एकनिमिषम् किमर्थं तत्र लुक् तदपि प्रत्ययः वा? लुक् इति लुक् इत्यस्य अपि कार्याणि सन्ति. लुक् इति प्रत्ययः नास्ति, तत्रापि कार्याणि सन्ति. लुक् किमर्थम् आगच्छति इत्युक्ते तत्र द्वित्वकार्यं करोति लुक्. क्षम्यतां, श्लू इति प्रत्ययः, श्लू इति प्रत्ययः द्वित्वकार्यं करोति. लुक् इति प्रत्ययस्य अपि लक्षणमस्ति. लुक् इति प्रत्ययः एव, तत्र प्रत्ययस्य लक्षणमस्ति लोपः. तद् यद्यपि लोपः भवति तदापि कार्याणि सन्ति इति तत्र किमपि लक्षणमस्ति तस्य. अस्तु, अत्र तादृशं किमपि नास्ति. लकारस्य लोपः भवति चेत् फिनिश्ड् सम् नथिङ्ग्, किमपि न अवशिष्यते कार्यम्. अतः एव तस्य प्रवृत्तिः नास्ति. अत्र इदानीं लट् अस्ति, सर्वं किं लकारस्य लोप भूत्वा टा एव किमर्थं न भवितुम् अर्हति? टकारस्य वा टिप् इति कारणेन? सम्यक् प्रश्नः, समीचीनं. तत्र टकारस्य इत्संज्ञाकारणेन सूत्राणि सन्ति. टित् इति कारणेन सूत्राणि सन्ति, कार्याणि सन्ति. अतः लट् लोट् सर्वं टित् अस्ति. तकारस्य इत्संज्ञा टित् समानकार्यमस्ति, किमपि कार्यमस्ति. लकारस्य इत्संज्ञा भूत्वा किमपि कार्यं नास्ति अत्र. लित् इति कार्याणि किमपि न दत्तमस्ति. अतः एव प्रायः पाणिनेः चिन्तनमासीत् लकारः भवतु, तस्य लोपः मा करोतु इति प्रायः तस्य चिन्तनम् अस्तु. भगिनि, तत्र आशिषि लिङ्गितौ इति पूर्वम् आगच्छति खलु, तत्र आशिष् आशीर् विशिष्टे अर्थे वर्तमानात् धातोः लिङ्गितौ प्रत्ययः भवतः. वर्तमानात् तथैव वर्तमानात् धातोः लिङ्गितौ प्रत्ययः भवतः, अतः एव तत्र आशिषि लिङ्गितौ इति आगच्छति. अस्तु, मया पूर्वम् उक्तं खलु भगिनि, एतत् सर्वं न श्रुतवती वा? न भगिनि, किमपि न. तत्र मध्ये शब्दः एव आगतः. आगच्छति वा? इदानीं भवती एव पठतु भगिनि अत्र, यथा अत्र लकाराणां प्रसङ्गे इति. अस्तु भगिनि, यथा अत्र लकाराणां प्रसङ्गे लट् लकारस्य लट् इति प्रत्ययः, लट् अलन्त्यं हलन्त्यम् इति प्रथमाध्याये प्रथम तृतीयपादे तृतीय सूत्रेण इत्यनेन तकारस्य इत् संज्ञा उपदेशराज अनुनासिक इति इत् इत्यनेन अकारस्य तत्र अर्धबिन्दु इति बिन्दुः अस्ति खलु, एतत् अकारस्य अङ्कारस्य इति सङ्ख्या इति भवति. वयं पूर्वमेव दृष्टवन्तः अलेन्त्यन् तस्य लोपः इति. इत्यनेन टकार अकारयोः लोपः भवति, यै एव तत्र अवशिष्यते. अग्रिममपि पठतु भगिनि. लङ् लकारस्य लङ् इति प्रत्ययः, लङ् हलन्त्यम् इत्यनेन डकारस्य इत् संज्ञा, उपदेश अनुनासिक इत् इत्यनेन अङ्कारस्य इत् संज्ञा, इत् संज्ञा तस्य लोपः इति अनेन डकार अकारयोः लोपः. अत्रापि लकार इति अवशिष्यते. एवमेव सर्वेषां लकाराणाम् अपि लकारप्रत्ययानाम् अनुबन्धरहितरूपम्. अतः एतत् सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत् यद्यपि दशलकाराः सन्ति तथापि अनुबन्धलोपान्तरं सर्वे लकाराः इत्येव भवन्ति. दशलकाराः सन्ति, लट् लङ् विधिलिङ् लोट् लिट् लुट् ऋट् आशुलिङ् लुङ् ऋङ् इति. तत्र सर्वे स्थाने लकारः एव अवशिष्यते. धन्यवादः. विवरणं तत्र किमपि विवरणम् इति नास्ति. तत्र वयं सर्वदा मनसि स्थातव्यं यत्र तत्र ल एव अवशिष्यते इति लाघवार्थं पाणिनिना एतादृशप्रक्रिया कृतं. लाघवार्थं लकारः लस्य इति लकारादेशः इति भवति. अग्रिमम् आगच्छति यद्यपि, परन्तु एतदपि स्मर्तव्यं, यद्यपि न दृश्यते ल एव अवशिष्यते, भेदः अस्ति एव. अस्माकं वयं परिचितसूत्रद्वयम् अस्ति, कर्तरी शप् इति. भुवादिगणे तत्र शप् इति विकरणप्रत्ययः आगच्छति, तत्र लोप अनुबन्धलोपानन्तरम् आ एव अवशिष्यते. अनन्तरं तुधादिगणे अपि श इति विकरणप्रत्ययः, तत्रापि आ इति अवशिष्यते. परन्तु भेदः तु अस्ति एव किल. भुवादिगणे अनन्तरं तुधादिगणे तयोः मध्ये एतादृशम् एव. यद्यपि तत्र ल एव अवशिष्यते, परन्तु लट् लङ् लिङ् एतयोः मध्ये तु भेदः तु अवश्यमस्ति. कार्येण वयं ज्ञातुं शक्नुमः भेदः कः इति. तदेव मुख्यविषयः अत्र अस्ति. अस्तु, राजेन्द्रमहोदय. धन्यवादः. धन्यवादः. कुत्र भगिनी लाधिकारः वा? देयं यत् लाधिकारस्य पूर्ववाक्यं. देयं यत् आरम्भे लट् लङ् लिट् इत्यादयः विभिन्न लकाराः दृश्यन्ते, अतः तत्र भेदः इति एव स्थितिः. किन्तु अनुबन्धानन्तरं ल इत्येव अवशिष्यते इति कृत्वा सर्वेषाम् अभेदः. अनेन अतीव लाघवं सिद्ध्यति, यतोहि अग्रे एकेन एव सूत्रेण लस्य सर्वेषां लकाराणां स्थाने प्रत्यय आदेशः ला आदेशः भवति. आरम्भे यथा अत्र प्रक्रियाम् आरम्भे आसीत्, तत्र लट् लङ् लिट् विवक्षा अनुसृत्य तत्र विभिन्नलकाराः दृश्यन्ते, अतः तत्र भेदः दृश्यते अत्र तस्मिन् स्थित्यां. किन्तु अनुबन्धलोपानन्तरं ल एव ल इति एव अवशिष्यते, ततः तत्र कोऽपि भेदः न अवशिष्यते. तत् अभेदः अस्ति तत्र. अनेन तत्र तत् करणेन तत् अतीव लाघवं सिद्ध्यति, यतोहि अग्रे एकेन एव सूत्रेण लस्य यथा लस्य सूत्रं यथा तद् सर्वेषां लकाराणां स्थाने प्रत्ययादेशः ल आदेशः भवति. लस्य सूत्रेण तत् प्रत्यय सर्वेषां लकाराणां यः प्रत्ययः आदेशः भवति ता लस्य एव सूत्रेण तत् सः तानि प्रत्ययानि ताः प्रत्ययाः आदेशाः भवन्ति तत्र ल आदेशः लस्य सूत्रेण. तत् अग्रिममपि पठतु महोदय. ल अधिकारः एतावता दशानां लकारप्रत्ययानाम् अनुबन्धलोपे ल इति एव अवशिष्यते. अधुना अस्य लः स्थाने अष्टादशतिङ्प्रत्ययाः विहिताः भवन्ति. एतदर्थं विशिष्टसूत्रद्वयम् अत्र दशानां लकाराणां स्थाने यः अनुबन्धलोपः यथा पूर्वं पूर्वस्मिन् परिच्छेदे आसीत् तत् ल एव अवशिष्यते. अधुना किं भवति तत् ल स्थाने अष्टादशतिङ्प्रत्ययाः विहिताः भवन्ति विशिष्टसूत्रद्वयं सूत्रद्वयेन. अत्र लस्य अधिकारसूत्रं षष्ट्यन्तम् अकारः उच्चारणार्थम् एव तत् अष्टसप्तति सूत्रात् द्वादश अधिक एकशतं सूत्रपर्यन्तं तृतीय अध्याये चतुर्थपादे तत् पर्यन्तम् अस्य अधिकारः अस्ति. प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत् सूत्रे यः प्रत्ययः विहितः सः लस्य ल स्थाने ल इत्यस्य स्थाने विहितः. लस्य एकम् अधिकारसूत्रमस्ति तत्र अकारः यः श्रूयते यकारस्य अनन्तरं सः उच्चारणार्थम् एव अस्ति. तत्र अस्य अधिकारः अस्ति तृतीय अध्याये चतुर्थपादे अष्टसप्तति सूत्रात् तृतीय अध्याये चतुर्थपादे द्वादश अधिकशततम सूत्रपर्यन्तं तत् तस्य अधिकारः अस्ति. प्रत्येकस्मिन् सूत्रे उपविश्य वदति तत् यः प्रत्ययः विहितः सः लस्य स्थाने विहितः. यत् यत्किमपि तत्र प्रत्ययः विहितः अस्ति तत् तत् लस्य स्थाने एव विहितः. अन्यत् सूत्रमस्ति तत् अनन्तरं तिप्तस् जिप्तस्थमिप्स्मस् मस् तां थां ध्वम् इड् बहि महीन् अतः अष्टादश प्रत्ययः तत्र दीर्घ शब्दः अस्ति तत् अष्टादश प्रत्ययः तस्मिन् सन्ति. तत् तृतीय अध्याये चतुर्थपादे अष्टसप्ततिः सूत्रमस्ति. तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्प्रत्ययः भवन्ति. तत्तु मूलप्रत्ययाः सन्ति अस्मिन् सूत्रे यः प्रत्ययः दत्तः ते तु मूलप्रत्ययाः अष्टादश मूलप्रत्ययाः सन्ति. लस्य इति नेन ल इत्यस्य स्थाने एते अष्टादश विहिताः. तत्र लस्य यथा लस्य सूत्रम् आगति तदनन्तरं तस्य स्थाने अष्टादश या तिङ्प्रत्ययाः विहि सन्ति तस्मिन् तेषाम् एकम् लकार आधारीकृत्य तत्र धातोः अनन्तरम् आगत्य तिष्ठन्ति. तिप् तस् जि सिप् थस्थ मिप् अस्मत् त आतां झ थास् आथां ध्वम् इड् बहि महि. तत्र यथा तत् दीर्घशब्दः यः आसीत् तस्य तस्मिन् ये अष्टादश प्रत्ययाः सन्ति ते सन्ति तत् तिप् तस् जि सिप् थस्थ मिप् अस्मत् त आतां झ थास् आथां ध्वम् इड् बहि महि. अष्टादश तिङ्प्रत्ययाः सन्ति तिप् इत्यस्मात् आरभ्य महीन् पर्यन्तम्. अत्र तु तिङ् यदा वदामः तत्र प्रथम वर्णम् अस्ति ति अस्ति तत् अनन्तरम् अन्ततो गत्वा तत्र ण महीन्तः ण वर्णं स्वीकृत्य तत् तिङ् प्रत्ययः वदामः तत् तत् तत् किञ्चित् लाघवार्थं तत्र तिङ् प्रत्ययः वदामः, परन्तु अस्मिन् तिङ् प्रत्ययः तिङ् प्रत्ययः तत्र अष्टादश प्रत्ययाः सन्ति ये ये आगत्य तत्र कार्यं कुर्वन्ति, येषां कार्यं तत्र भवति, धातुतः विहिताः सन्ति. इदं पूर्णकार्यशयः भगिनि, प्रत्यय आदेशः लादेशः इत्युक्ते किं भगिनि? लादेशः इत्युक्ते लकारस्य स्थाने यत् आदेशः भवति तदेव लादेशः. प्रत्यय आदेशः इत्यस्य अन्यत् नाम लादेशः इति एव दत्तमस्ति. लकारस्य स्थाने यत् प्रत्यय आदेशः भवति तस्य नाम लादेशः. आदेशः इत्युक्ते अवगच्छति खल, आदेशः आदेशः आगमः आगमः सम्यक् तदेव. इदानीं लस्य इति आगच्छति, लस्य स्थाने तिप् इति प्रत्ययस्य आदेशः भवति, तस्य नाम लादेशः. लकारस्य स्थाने आगच्छति किल, ल इत्यस्य स्थाने इदानीं तिङ् इति आगच्छति, अतः तस्य नाम लादेशः. भगिनी किञ्चित् लस्य इति सूत्रस्य विवरणं ददाति वा सम्यक्तया? लस्य इति अधिकारसूत्रमस्ति, यदा वयं परश्च धातोः इति पठितवन्तः तादृशमेव लस्य इत्यस्य अपि अधिकारसूत्रमस्ति. तत्र किं भवति इत्युक्ते यदा तत्र एव दत्तमस्ति, प्रत्येकस्मिन् सूत्रे उपविश्य, प्रत्येकस्मिन् सूत्रे इत्युक्ते वर्तमाने लट् अनद्यतने लङ् इत्यत्र सर्वत्र प्रत्येकस्मिन् सूत्रे तद् लस्य इति सूत्रम् आगत्य तत् वदति तत्र तिप्तस्ति इति आदेशः भवतु इति लस्य सूत्रं वदति. लस्य स्थाने इदानीं तिङ् वा तिङ् तिङ् प्रत्यय वा आगच्छतु इति वदति अधिकारसूत्रं. लस्य तिप् तिप् तिप् सिप् तदेव तिप् सिप् जि महीं पर्यन्तम् इति अनुवर्तिसहितसूत्रं, तस्य तिप् ब्ला ब्ला ब्ला महीं पर्यन्तं तदेव न लस्य स्थाने आम् लस्य स्थाने तिप् तिङ् प्रत्ययाः आगच्छतु इति अधिकारः लस्य इति अधिकारः अस्ति चेदेव वयं लट् वा लङ् वा लोट् वा भवतु वयं तिङ् इति तस्य आनयनं भवति किल. अधिकारः नास्ति चेत् वयं कथं तिङ् इति प्रत्ययः आनयामः? तत्र क्लेशः भवति. लस्य इत्युक्ते सर्वाणि सर्वे लकाराः, लस्य इत्युक्ते सर्वे लकाराः. लस्य इति षष्टिविभक्ति अन्तं पदमस्ति, इत्युक्ते स्थानम् इति वयं जानीमः. स्थाने लस्य स्थाने इदानीं तिङ् प्रत्ययाः आगच्छन्ति. प्रथमं तिङ् इति अष्टादशप्रत्ययः आगच्छति, अनन्तरं तिप् वा तस् वा इति अग्रिमसोपानं. लस्य प्रथमसोपानम्, अनन्तरं तिङ् अवगच्छति वा? अग्रे अपि अस्ति, यदा वयं पठामः प्रायः स्पष्टं भवति. अस्तु, समयः जातः, अत्र अद्य अत्र स्थगयामः, अग्रिमसप्ताहे वयं पठिष्यामः. अस्तु भगिनी, धन्यवादः. धन्यवादः. धन्यवादः.